पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 33 शेष उवाच गच्छत्सु रथिवर्येषु शत्रुघ्नादिषु भूरिषु महाराजेषु सर्वेषु रथकोटियुतेषु च अकस्मादभवन्मार्गे तमः परमदारुणम् यस्मिन् स्वीयो न पारख्यो लक्ष्यते ज्ञादिभिर्नरैः रजसा व्यावृतं व्योम विद्युत्स्थनितसङ्कुलं यदा दृश्येदु सम्मर्दे महाभयङ्करे ततः मेघवर्षं दिरुधिरं भूया मेध्यादिकं बहु अत्याकुला बभूवुस्ते वीराः परमवैरिणः आकुलीकृतलोके तु किमिदं किमिति स्थितिः तमो व्याप्तानि लोकानां चक्षूंषि प्रथितौजसां जहाराश्वं रावणस्य सुहृत्पादालसंस्थितः विद्युन्मालीति विख्यातो राक्षसश्रेणिसंवृतः कामगे सुविमानेदु सर्वाय सनिषेविणि आरूढोऽश्वं तु वीराणां भयं कुर्वञ्जहारः मुहूर्तात्तमो नष्टमाकाशं विमलं बभौ वीराशत्रुघ्नमुख्यास्ते रोजु कुत्र हयोस्ति सः ते सर्वे हयराजं तु लोकयन्तः परस्परं ददृशुर्न यदा वाहं हाहाकारस्तदाभवद् कुत्राश्वो हयमेधस्य केन नीतः कुबुद्धिना इति वाचमवोचंस्ते तावत्स धनुजेश्वरः ददृशे सुभटैः सर्वैः रथस्थैः शौर्यशोभितैः विमानवरमारूढैः राक्षसाग्र्यैः समावृतः दुमूर्खा विकरालास्य लम्बदंष्ट्रा भयानकाः राक्षसास्तत्र दृश्यन्ते सैन्यग्रासाय चोद्यताः तदादं वेदयामासुशत्रुघ्नं नृवरोत्तमं हयो नीदो न जानीमः के विमानविलासिना तमसा व्याकुलान् कृत्वा वीरानस्मान् समाययौ जग्राह नृपशार्दूलहयं कुरु यथोचितम् शत्रुघ्नस्तद्वच श्रुत्वा महारोषसमावृतः कोऽस्त्येष राक्षसो यो मे हयं जग्राहवीर्यवान् विमानं तत् पदत्वद्य मद्बाणव्रजनिर्हतं पदत्वद्य शिरस्तस्य क्षुरप्रैर्मम वैरिणः सज्जीयन्तां रथा सर्वैर्महाशास्त्रास्त्रपूरिताः यान्दुतं प्रति संहर्तुं योद्धारो वाजिहारिणम् इत्युक्त्वा रोषतां राक्ष उवाच निजमन्त्रिणं नयानय विदं शूरं युद्धकार्यविशारदं शत्रुघ्न उवाच मन्त्रिन् कथय के योज्य राक्षसस्य वधोद्यताः महाशस्त्रा महाशूरा परमास्त्रविदुत्तमाः कथयाशु विचार्यैवं तत्करोमि भवद्वजः वीरान् कथय तस्यैवं योग्यान् सर्वास्त्रकोविदान् यदश्रुत्वा तु सचिवः प्राहवाक्यं यथोचितं वीरान्नृणवरे योग्यान् दर्शयं स्तरसा नदान् सुमतिरुवाच जेतुं गच्छतु तद्रक्षः समरे विजयोद्यतः महाशस्त्रास्त्रसंयुक्तपुष्कलः परतापनः तदा लक्ष्मीनिधिर्यादु शस्त्रशङ्खसमन्वितः करोतु तस्य यानस्य भङ्गं तीक्ष्णैः स्वसायकैः हनूमान् धृष्टकर्मात्र राक्षसैर्योधितुं क्षमः करोतु मुखपुच्छाभ्यां ताडनं रक्षसां प्रभो वानरा अपि ये वीरा रणकर्मविशारदाः गच्छन्तु तेखिला योद्धुं तव वाक्यप्रणोदिताः सुमदश्च सुबाहुश्च प्रतापाग्र्यैश्च सत्तमाः गच्छन्तु सायकैस्तीक्ष्णैस्तान् योद्धुं राक्षसाधमान् भवानपि महाशत्रपरिवारो रथे स्थितः करोतु युद्धे विजयं राक्षसं हन्तुमुद्यतः एतन्मम मदं राजन्ये योधास्तत्प्रमर्दनाः ते गच्छन्तु रणे शूरा किमन्यैर्बहुभिर्भटैः इत्युक्तवति वीराग्र्ये मात्ये सुमतिसंज्ञिके शत्रुघ्न कथयामास वीरान् सङ्ग्रामकोविदान् भो वीरा पुष्कलाध्याये सर्वशस्त्रास्त्रकोविदाः ते वदन्तु प्रतिज्ञां वै मत्पुरो राक्षसार्दने कृत्वा प्रतिज्ञां विपुलां स्वपराक्रमशोभिनीं गच्छन्तु रणमध्ये हि भवन्तो बलसंयुताः इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महाबलाः स्वां स्वां प्रतिज्ञां महदीं चक्रुस्ते तेजसान्विताः तत्रादौ पुष्कलो वीरश्रुत्वा वाक्यं महीपतेः परमोत्साहसम्पन्नप्रतिज्ञामुजीवानिमां पुष्कल उवाच शृणुष्व नृपशार्दूल मत्प्रतिज्ञां पराक्रमाद विहितां सर्वलोकानां शृण्वदां परमाद्भुतां चेन्नभुज्यां क्षुरप्राग्रायस्तीक्ष्णाय कोदण्डनिर्गतैः दैत्यं मूर्च्छा समाक्रान्तं कीर्ण केशा कुलाननं कन्यास्वभोक्तुर्यत्पापं यत्पापं देवनिन्दने तत्पापं मम वैभूयाच्चेत् कुर्यां स्ववचो नृतं यदि मद्बाणनिर्भिन्नाः सैनिका सुमहाबलाः न पतन्ति महाराजप्रतिज्ञां तत्र मे शृणु विष्णुवीशयोर्विभेदं यः शिवशक्रियो करोत्यपि तत्पापं मम वैभूयाच्चेन्न कुर्यामृदं वचः सर्वं मद्वाक्यमित्युक्तं रघुनाथपदाम्बुजे भक्तिर्मे निश्चलायास्ति सैव सत्यं करिष्यति पुष्कलस्य प्रतिज्ञां तां श्रुत्वा लक्ष्मीनिधिर्नृपः प्रतिज्ञां व्यदधात् सत्यां स्वपराक्रमशोभितां लक्ष्मीनिधिरुवाच वेदानां निन्दनं श्रुत्वा आस्तेयो मौनिवन्नरः मानसे रोचयेद्यस्तु सर्वधर्मबहिष्कृतः ब्राह्मणो यो दुराचारो रसलाक्षादिविक्रयी विक्रीणाति जगामूढो धनलोभेन मोहितः म्लेच्छ कूपोदकं पीत्वा प्रायश्चित्तं तुनाचरेद तत्पापं मम वैभूयाद्विमुखश्चेद् भवाम्यहं तत् प्रतिज्ञामधाश्रुत्य हनूमान् नृणकोविदः रामाङ्घ्रिस्मरणं कृत्वा प्रोवाच वचनं शुभं मत्स्वामी हृदये नित्यं ध्येयो वै योगिभिर्मुहुः यं देवासुरा सर्वे नमन्ति मणिमौलिभिः रामश्रीमानयोध्याया पदिर्लोकेशपूजितः तं स्मृत्वा यद्ब्रुवे वाक्यं तद्वै सत्यं भविष्यति राजन्कोऽयं लघुर्दैत्यो दुर्बलकामगे स्थितः कथयाशु मया कार्यमेकेन विनिपादनं मेरुं देवेन्द्रसहितं लाङ्गूलाग्रेण तोलये जलधिं शोषये सर्वं सांवर्तं वा पिबाम्यहं राज्ञश्रीरघुनाथस्य जानक्या कृपया मम तन्नास्ति भूदले राजन्यदसाध्यं कदा भवेद् एतद्वाक्यं मया प्रोक्तमनृतं स्याद्यदि प्रभो तदैव रघुनाथस्य भक्तिदूरो भवाम्यहं यशूद्रकपिलां गां वै पयो बुद्ध्यानुपालयेत् तस्य पापं ममैवास्तु चेत् कुर्यामनृतं वचः ब्राह्मणीं गच्छदे मोहाच्छूद्रकामविमोचितः तस्य पापं ममैवास्तु चेत् कुर्यामनृतं वचः यत्प्राणान्नरकं गच्छेत् स्पर्शनाच्चापिरौरवं तां पिबेन्मदिरां यो वा जिह्वा स्वादेन लोलुपः तस्य यज्जायते पापं तन्ममैवास्तु निश्चितं चेन्न कुर्यां प्रतिज्ञातं सत्यं रामकृपाबलाद एवमुक्ते महावीरैर्योद्धारस्तरसायुताः चक्रुप्रतिज्ञां महदीं स्वपराक्रमशालिनीं शत्रुघ्नोऽपि व्यथा तत्र प्रतिज्ञां पश्यतां नृणां साधु साधु प्रशंसन् वै तान्वीरान्युद्धकोविदान् कथयामि पुरो वस्वां प्रतिज्ञां सत्त्वशोभितां तच्छृण्वं तु महाभागा युद्धोत्साहसमन्विताः चेत्तस्य शिर आहत्य पादयामि न सायकैः विमानाच्च कबन्धाच्च भिन्नं चिह्नं च भूतले यत्पापं कूटसाक्ष्येण यत्पापं स्वर्णचौर्यतः यत्पापं ब्रह्मनिन्दायां तन्ममास्त्वद्य निश्चयाद इति शत्रुघ्नसद्वाक्यं श्रुत्वा ते वीरपूजिताः धन्योऽसि राघवभ्रातकस्त्वधन्यो परो भवेद् त्वया वैनिहदो दैत्यो देवदानवदुःखदः लवणो नाम लोकेश मधुपुत्रो महाबलः कोऽयं वै राक्षसो दुष्टः क्व चास्य बलमल्पकं करिष्यशिक्षणादेव तस्य नाशं महामदे इत्युक्त्वा दे महावीरात् सज्जीभूतारणाङ्गणे प्रतिज्ञां स्वामृतां कर्तुं ययुस्ते राक्षसं मुदा इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे वीरप्रतिज्ञाकथनं नाम 33 ओम्।